नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं। प्रेरणार्थे निच् तत्र विशेषदातवः अजन्तदातवः इत्यस्मिन् पाठे स्मः। तत्र बी धातुः तस्मिन् विषये अद्य किञ्चित् पुनः पठित्वा अवगच्छामः। ची धातुः इति अपि न पठितवन्तः किल, चिस् पुरो नौ, तदेव महोदय भवानेव पठितवान् किल गतसप्ताहे। ची धातुः ची चयने स्वादिगणे इति, तस्मादेव पठामः महोदय। तद् एकवारं पठित्वा अनन्तरं बी गच्छामः। ची धातुः पठामि वा? आम् आं महोदय। ची धातुः ची चयने स्वादिगणे लटि चिनोति चिनुते इति उभयपदी अस्ति। चीस् पुरोणोर् पुरोर्णो इति कल् षष्टाध्यायस्य प्रथमपादस्य चतुष्पञ्चाशत्तमं सूत्रमस्ति। चीस् पुरोर्णौ इति विकल्पेन ची स्फुर् इति धात्वोः एचः स्थाने आ आदेशः भवति। नौ नौ इति अनुबन्धरहितत्वेन निचि निङि च भवति। चिश्च स्फुर्च तयोः इतरेतरद्वन्द्वः चिस्पुरौ, तयोः चिस्पुरोः, चिस्पुरोः षष्ठ्यन्तं नौ सप्तम्यन्तं द्विपदविधसूत्रम् आदेश उपदेशेशिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः, विभाषा लीयतेः इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः अनुवृत्तस्य इति सूत्रमस्ति। विभाषा चिस्पुरोः एचः आत् नौ इति अत्र चीस्पुरोर् नौ इति निचिपरे अथवा निङिपरे अस्ति चेत् तत्र विकल्पेन तत्र आत्मं विधीयते यदा अचोणिक् इत्यनेन तत्र एजन्तं भवति तदा तत्र आत्मं विधीयते इति सूत्रं वदति। विकल्पेन आदेशे यथा चीयोग णिच् अचोणिति इत्यनेन चै इति चैयोगयि, इदानीं चीस्पुरोर्णौ इत्यनेन तत्र ए स्थाने आ आदेशः चायोगयि, इदानीम् आकारान्तः भवति। अति रि लि रि णि क्षमायातां पुम्नौ इत्यस्मात् इत्यनेन सूत्रेण पुरागमः। इदानीं चापयोगयि, चापि इति धातुः निजन्तधातुः सिद्धः अस्ति। इदानीं तत्र रूपमस्ति चापयति इति चापयति इति रूपम्। आदेशभावे अचोणिति इत्यनेन चै इति, अनन्तरं सन्धिकार्यं यचोयवयावः इत्यनेन आय आदेश चा इ इति निजन्तधातुः चाययति। तर्हि चापयति चाययति इति रूपद्वयं भवति चीस्पुरोर्णौ इत्यनेन। सामान्य तु चिनोति इति अस्माकं स्वादिगणे, इदानीं प्रेरणार्थे अस्ति इति कृत्वा चापयति चाययति इति रूपद्वयम्। अग्रे अपि महोदय, तत्र यदा ची चुरादिगणे अस्ति चेत् किं भवति इति? अस्तु, ची चुरादिगणे नान्ये मितो हेतौ इति गणसूत्रेण मित् अहेतौ, अतः मितां ह्रस्व इत्यनेन उपधायां स्वरः ह्रस्वः भवति स्वार्थे एव। गणसूत्रमस्ति नान्ये मितो अहेतौ इत्यनेन अहेतौ स्वार्थे निचि जपादिभ्यः अन्ये मितः न स्युः इति। अत्र जपादयः मितः इति इत्यनेन तत्र मित् भवति इति, परन्तु अत्र न अन्ये मितौ अहेतौ इत्युक्ते एते एव तत्र अहेतौ इत्युक्ते तत्र स्वार्थे एव तत्र तत्र ह्रस्वः भवति, न तु अन्येषाम् इति दत्तमस्ति। अत्र कथनस्थशैली अवगन्तव्या, नो चेत् अर्थस्पर्शः न स्यात्। पाणिनेः धातुपाठे चुरादिगणस्य स्थले जपादयः इति अन्तर्गणः दीयते। तत्र षड् धातवः ज्ञप यमचः रः बल चै इति, अस्मिन्नेव प्रसङ्गे नान्ये मिते मितो हेतौ मितो हेतौ इति गणसूत्रं वर्तते। सूत्रस्य अर्थः एवं यत् एतान् षट् धातून् अतिरिच्य अन्ये चुरादिगणीयधातवः अहेतौ मितः न सन्ति इति. अस्ति अनेन ज्ञाप्यते ज्ञायते यत् एते षट् धातवः अहेतौ मितः सन्ति अन्येन अपि च हेतौ मितः अपि च हेतौ मितः न सन्ति अहेतौ एव मितः इति अर्थः अपि अनेन सूत्रेण वयं ज्ञातुं शक्नुमः. तर्हि प्रश्नः स्वाभाविकः यत् किमर्थं साक्षात् नोक्तं किमर्थं ये तथा न सन्ति तदेव दीयते यस्य द्वारा बोध्यं यत् एते षट् तथा सन्ति अनेन सूत्रस्य लघुत्वं नान्ये इत्यस्य स्थाने जपादयः मितः अहेतौ इति वक्तुं शक्यते इति स्थाप्यते चेत् सूत्रम् इतोपि दीर्घं भवति. अपि च यतोहि सूत्रं दत्तमस्ति जपादयः इति अन्तर्गणस्थले तदर्थं जपादय इति शब्दस्य आवश्यकता नास्ति इति अस्ति अत्र. नान्ये मितः न अन्ये मितः अहेतौ इति अर्थः अस्ति एते मितः भवन्ति अहेतौ अन्येन इति अर्थः अर्थस्य बोधः भवति अस्माकम् अस्ति. तर्हि अत्र हेतु तत्र हेतौ एते मितः न भवन्ति एते षड् दातवः प्रेरणार्थे तस्य मितां ह्रस्वः न भवति स्वार्थे मितां ह्रस्वः भवति तावदेव तदेव तत्र चिन्तनम्. अतः अस्माकं ची धातोः का गतिः महोदय पठति वा? हा ची धातु अगे पठामि वा? आदेशे आदेशे ची सत्यापपाशरूपवीणा स्थूलश्लोकसेना लोमत्वचवर्मवर्णचूर्णचुरादिभ्यो निच् इत्यनेन चुरादिगणे निच् प्रत्ययः विधीयते स्वार्थे. चीयोग निच् इदानीं सनाद्यन्तः दातव इति दातसंज्ञा चीयोगयि हेतुमति च इत्यनेन तत्र ईयोग निच् इदानीं सनाद्यन्तः दातव इत्यनेन दातसंज्ञा नेरनिति इति इत्यनेन नेः लोपः अनिति अर्धातुक नि इति निच् अनित् अस्ति अतः नेः लोपः भवति. तर्हि इदानीं ची योग ई एव एकस्य लोपः भवति पूर्वस्य ची इति इदानीम् अचोर्णिति इति सामान्यकालमस्ति चै इदानीं चै ई यदा आगतः तत्र एजन्तत्वं भवति तत्र चीस्पुरोर्णौ इत्यनेन आदेशः यदा आदेशः जाते अर्तिः ली व्री री क्ी क्षमा यातां पुम्णौ इत्यनेन पुगागमः चापीति इति इति अनन्तरं चापयति. अस्तु चापि इति अस्ति इदानीं चापि इति न अन्ये मित अहेतौ इति गणसूत्रेण मितां दत्वः न भवति इति इदानीं तत्र अस्माकं तु हेतु प्रेरणार्थे अस्ति इति कृत्वा ह्रस्वः न भवति अतः अत्र चापि एव भवति न तु चापयति सारि न तु चापयति चपयति न भवति खलु चापयति इति भवति. चुरादिगणे यदा पश्यामः चेत् तत्र चपयति चययति चयति इति रूपमस्ति परन्तु अत्र चापयति चाययति इति एव रूपम् तत्रापि विकल्पम् अस्ति एव परन्तु तत्र ह्रस्वत्वं भवति. ओके अस्तु चपयति इति भवति अतः तत्र चा इति पुगागमः भवति अनन्तरं चपय ह्रस्वः भवति चपयति अतः मितां ह्रस्वः चुरादिगणे अस्ति चेत् कार्यं तस्य कार्यं भवति परन्तु यत्र स्वार्थे प्रेरणार्थे अस्ति प्रेरणार्थे अस्ति चेत् तत्र मृतां ह्रस्वः इत्यनेन ह्रस्वत्वं न भवति तावदेव तत्र ची इत्यस्य स्वादिगणे चिनोति चुरादिगणे चपयति चयेयति अत्र हेतुमति च अत्र प्रेरणार्थे तु चापयति चाययति इत्येव कार्यम् चित्पुरोर्नौ इति सूत्रम् अरुणा भगिनी अपि अस्ति किल? आं भगिनि नमस्ते भगिनि. अत्र पठति वा? ध्येयं ध्येयं यत् धातुसंज्ञा सर्वप्रथमं भवति तदा यावत् धातुसंज्ञा न स्यात् अन्यत् किमपि कार्यं न भवति. तदर्थं तुरादिगणे प्रेरणार्थे निच्छि सर्वप्रथमं द्विवारं निच्छ् विधेयत विधेयत. यतोहि एवम् अस्ति. तदर्थं यदा अन्ते मिथां ह्रस्वः इत्यनेन ह्रस्वं स्यात् तस्य तदानीं एव नास्ति न अन्ये मितौ अहेतौ इति गणसूत्र. सुरादिगणे धातु अस्ति चेत् प्रथमं धातुसंज्ञास्ति स्वास्थ्ये निच् सूत्रेण नूतनधातु भवति तत् धातुसंज्ञा अपि भवति. यावत् धातुसंज्ञा न स्यात् अन्यत् किमपि कार्यं न भवति. किमर्थं भगिनि यावत् तत्र मितां ह्रस्वः इत्यस्य प्रसक्तिः चुरादिगणे भवति वा न वा इति प्रश्नः. तत्र धातुसंज्ञा अस्ति चेदेव मितां ह्रस्वः इत्यनेन ह्रस्वत्वं विधीयते किल. तत्र न अन्ये मितो ह्रस्वः क्षम्यता मितो हेतौ इति गणसूत्रात् तत्र प्रश्नः आगच्छति. तत्र धातुसंज्ञा अस्ति चेदेव कार्यं भवति तत्र तादृशम् अस्ति वा नास्ति वा इति. तत्र उत्तरं प्रश्नः अत्र न योजितः. तत्र उत्तरम् अस्ति धातुसंज्ञा सर्वप्रथमं भवति. धातुसंज्ञा यदा न भवति तदा कार्यं किमपि कार्यं न भवति. अतः चुरादिगणे प्रेरणार्थे निचि प्रथमं सर्वप्रथमं द्विवारं निच् विधीयते. इत्युक्ते एकवारं स्वार्थे द्वितीयवारं यदा प्रेरणार्थे अस्ति चेत् द्विवारं तत्र निच् विधीयते. यदा तादृशम् अस्ति चेत् तत्र अन्ते मितां ह्रस्वः इत्यनेन ह्रस्वत्वं स्यात् तादृशसम्भावना अस्ति. तदानीं प्रसक्तिः तस्य तदानीं प्रसक्तिः एव नास्ति न अन्ये मितां हेतौ इति गणसूत्रात्. इत्युक्ते तत्र उपरितन उदाहरणे तत्र न अन्ये मिता हेतौ इति अन्ते एव आगच्छति किल. तावत् पर्यन्तं तत्र धातुसंज्ञा अस्ति वा इति प्रश्नः. चापि इति यदा आगच्छति तत्र एव न अन्या मितौ हेतौ इति गणसूत्रेण मितां ह्रस्वः न भवति इति अस्ति किल. तत्र तावत्पर्यन्तम् अस्ति वा इति. तावत्पर्यन्तं तत्र धातुसंज्ञा अस्ति एव. यदा धातुसंज्ञा नास्ति चेत् कार्यमेव न भवति. तावदेव तत्र तदेव प्रश्नः. अवगतं किल? अवगतम्. तदेव पुनः आगच्छति. तत्र इतोपि विवरणमस्ति. तत्र चुरादिगणे प्रेरणार्थे निचि सर्वप्रथमं द्विवारं निच् विधीयते इति अस्ति किल. तत्र प्रायः तस्मिन् विषये आं पठतु भगिनि. अत्र प्रश्नः उदेति. अत्र प्रश्नः उदेति यत् षि युगः इ युगः निच् इति स्थितौ प्रथमं सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा अथवा नेरनिचि इत्यनेन नेः लोपः अनिति आतुदाधिके. अत्र बाध्यबाधकभावे भावो नास्ति. द्वयमपि भविष्यति एव. तर्हि प्रथमं किं स्यात् यद्यपि तादृशधातुः यस्मिन् निच् द्वयं स्यात् इति विचित्रं प्रतीयते प्रतीयत. किन्तु वस्तुतः तु सनाद्यन्तदातवः इति अन्तरङ्गं तस्य बहितः किमपि निमित्तं नास्ति. अर्थात् धातुसंज्ञा प्रथमा भवति भवेत्. अनन्तरं नेरनिति अचोनिति इत्यस्य अन्ययोः मध्ये प्रथमं किं स्यात् यद्यपि अचोनिति सूत्रं तदापि नेरनिति नित्यशास्त्रम् अतः तदेव प्रथमं भवति. अनन्तरम् अचोनिति. ओके. प्रथमं धातु चुरादिगणे अस्ति. प्रथमं ची युगः इ आगच्छति. तदनन्तरं निच् प्रेरणार्थे निच् प्रथमं धनाद्यन्तदातवः इति उक्तम्. धातुसंज्ञा भवति. तदनन्तरं निरनेटितसूत्रेण नकारलोपः भवति, पूर्वस्य नकारः लोपः भवति. निमित्तमस्य अनि आदुदातुकं प्रत्यये बाध्यतापपादकभावो नास्ति. सूत्रद्वयमपि कार्यं कर्तुं शक्यते. प्रथमं किं स्यात् इति चेत् धातुविषये द्वयं नास्ति चेत् विधीयते, किन्तु वस्तुतः सनाद्यन्तदातव इति अन्तरङ्गमस्ति, तस्य बहितः किमपि निमित्तं नास्ति. सनन्तदातु प्रथमं निच्छति ततः निमित्तं च नास्ति, केवलं प्रथमं कार्यं करोति. तदनन्तरमेव नेरनीति इति सूत्रं, तदनन्तरं अत्योणिनि इति सूत्रं कार्यं करोति. तत्र सनाद्यन्ता दातवः इति अनेन धातुसंज्ञा विद्यते. नेरनिति इति सूत्रेण नेः लोपः विद्यते. तत्र सनाद्यन्ता दातवः इति संज्ञासूत्रम्, अनेन धातुसंज्ञा इति संज्ञा विद्यते. नेरनिति इति तु विधिसूत्रं, नेः लोपः, लोपकार्यं विधीयते. अतः तयोः मध्ये बाध्यबाधकः भावः नास्ति. यत्किमपि तत्र यत्किमपि प्रथमं भवितुम् अर्हति. तत्र एकं सूत्रम् अन्यत् सूत्रं बाधयति, तयोः मध्ये सङ्घर्षः एव नास्ति. तदेव सङ्घर्षः नास्ति. सनाद्यन्तात् अतः आगत्य तस्य कार्यं करोति, एरणिति आगत्य नेः लोपः भवति इत्येव तस्य अस्य वाक्यस्य अर्थः. तत्र पुनः वयं प्रश्नः पृच्छामः चेत् प्रथमं किं स्यात्, सनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा वा, नेरनिति इत्यनेन नेः लोपः वा इति पुनः पृच्छामः चेत् तत्र सनाद्यन्ता दातवः इति अन्तरङ्गम् अस्ति, तत्र किमपि निमित्तं नास्ति, धातुसंज्ञा एव विधीयते सनाद्यन्ताः दातवः इति. तावदेव, तत्र पुनः किमपि निमित्तं नास्ति. परन्तु नेरनिति वयं स्वीकुर्मः चेत् यदा अत्र दत्तमस्ति नेः लोपः अनिति आर्धधातुके इति, तत्र आर्धधातुकः भवेत्, अनिति आर्धधातुकः भवेत् इति तत्र निमित्तानि सन्ति. अतः तस्य अपेक्षया सनाद्यन्तादन्तवः अन्तरङ्गम् इति कृत्वा तस्य कार्यमेव प्रथमं भवति, अनेन धातुसंज्ञा विधीयते, अनन्तरं नेरनिति इत्यस्य कार्यं भवति. परन्तु मुख्यविषयः तयोः मध्ये सङ्घर्षः नास्ति, तदेव प्रथमम् अस्ति. अनन्तरम् इदानीं नेरनिति इत्यस्य कार्यम् अभवत्, अनन्तरं नेरनिति अचोनिति इत्यनयोः मध्ये कः प्रथमं, किं सूत्रं प्रथमं कार्यं करोति इति प्रश्नः चेत् तत्र अचोनिति इति 7-2 मध्ये अस्ति परसूत्रं, नेरनिति इति 6-4 मध्ये अस्ति. नेरनिति प्रथमम् आगत्य यदा नेः लोपः भवति चेदपि क्षम्यताम्, अचोनिति आगत्य प्रथमं यदा तस्य वृद्धिकार्यं किल अचोनिति इति वृद्धिकार्यं करोति चेदपि नेरनिति इत्यस्य अवकाशः अस्ति. तस्य कार्यं किं, नेः लोपः. तद् पूर्वमपि कर्तुं शक्यते, अनन्तरमपि. अचोनिति इत्यस्य कार्यं यदा जातं तस्मात् अनन्तरमपि नेः लोपः भवितुम् अर्हति. अतः नेरनिति इति नित्यशास्त्रम्, अतः तस्य कार्यमेव प्रथमं भवति, अनन्तरमेव अचोनिति इति वदति. अवगतं वा तत्र? मम क्रमः अस्ति अत्र, तत्र नेरनिति इति नित्यशास्त्रम् इति महोदयेन उक्तम्, अचोणिति यदा कार्यं करोति तदा तत्र इ इति न अवशिष्यते खलु, तदा ऐ इति भवति. तत् कथं वा तत्र इ द्वयं किल अचो न इति अचोणिति इति कार्यं करोति इदानीं, नेरनिति नित्यशास्त्रम् इति तत्र नित्यशास्त्रम् अकृते कृताकृतप्रसङ्गी अस्ति खलु. इदानीं तद् अचोर्णिति अस्ति. अचोर्णिति इदानीं तत्र किम् अचोर्णिति इत्यनेन तत्र वृद्धिः भवति. इदानीं तत्र वृद्धिः भवति. इदानीम् अनन्तरं नेरणिटि इति आगत्य कार्यं करोति चेत् तत्र इदानीं तद् तत्र निजन्तप्रत्ययः नास्ति खलु. तत्र इ इति नास्ति खलु. तत्र रूप इदानीं परिवर्तनं खलु जातं. तस्य परिवर्तनम् अभवत् इदानीं यदा अत्र एव उदाहरणं पश्यतु महोदय. तत्र हेतुमिति च हेतुम् अचोणिति आगच्छति. चि योग इ तत्र अस्तु. ईकारस्य ऐ भवति वा तस्य भवति चै योगः निच् इति. इतोपि एकः निच् अस्ति एव किल चै. तत्र एकादेशः न भवति किल. केवलं किं वृद्धिः एव भवति किल. वृद्धिः भवति. एकादेशः भवति वा तत्र अचोणिति इत्यनेन? पूर्वपदयोः एकादेशः वा? एकादेशे न एकादेशे एव खलु. ततः तत्र तत्र किमस्ति स्थानिवद्भावः भवति वा तत्र अनल्विधौ इति अहं न जानामि. तत्र अहं मम न महोदय. तत्र किं भवति? तत्र एकादेशः न भवति. अजन्तस्य अङ्गस्य नित् नित् प्रत्यये परे वृद्धिः. अतः पुनः पश्यतु तत्र यदा इदानीं वृद्धिः ची चै अभवत्. चै योगः ई योगः णिच् इति एव अस्ति किल. इदानीं नेरणिति इति कार्यं न कृतं. नेरणिति इत्यनेन कार्यं न कृतम्. वयं तु इदानीं चायि इति अस्ति खलु. चायि इति अस्ति. चायि इति इदानीं केवलं वयं अचोनिति एव कृतवन्तः. अस्तु. चि योगः इ योगः णिच् तत्र यदा वयं अचोनिति कुर्मः चै योगः इ योगः णिच् इदानीं तत्र नेरणिति आगत्य तत्र णिट् इत्यस्य प्रथम णेः लोपः भवति. अनिति अर्धधातुके पुनः न भवति वा? णिचिति पुनः अचोर्णिति इत्यनेन कार्यं न भवति वा? द्विवारं चायि इति भवति. प्रथमं चायि इति चै इति भवति. चायि इति अभवत्. चायि योगणिच् पुनः प्रेरणार्थे अस्ति. चायि योगणिच् अत्रापि अचोर्णिति इत्यस्य सूत्रस्य कार्यं भवति. प्रसक्तिः अस्ति खलु पुनः तत्र पुनः न भवति वा? न, तत्र पुनः तस्य अवकाशः एव न भवति किल. इदानीं यदा वयं तत्र वृद्धिः एकवारं कुर्मः चै अभवत्. चै योगः ई योगः णिच् इदानीं नेरणिटि एव आगत्य नेः लोपः भवति. अनिटि आर्धधातुके अनिट् अस्ति. अहं तदा तस्मिन् समये अचोणिति इत्यपि कार्यं कर्तुं शक्यते खलु. पुनः वा? यदा एकवारं जातं पुनः तत्तु तत् अङ्गस्य तत् पूर्वं धातोः एकः अभवत् खलु. चि इति तदा अभवत्. पुनः इति नूतनधातुः अस्ति इदानीं चै इति. चायि चायि इति नूतनधातुः अस्ति खलु. चायि इति अङ्गम् अस्ति. अचोणिति इति अङ्गस्य भवति खलु. चायि इति नूतनम् अस्ति. चायि चायि योग णिच् अस्ति इदानीं. तदा इदानीं चायि इत्यस्य ईकारस्य वृद्धिः भवति वा पुनः अचोणिति इत्यनेन? किमर्थं न भवति तत्र पुनः न भवति किल. इदानीं अस्माकं चिस्पुराणोः इत्यस्य अवकाशः एव न आगच्छति. यदा तस्य अचोणिति इत्यनेन चै इति वृद्धिसंज्ञकः अभवत्. चै योगः इ इति अस्ति. नेरणिटि इति कार्यं कृतम् इत्येव चिन्तयतु. चै योगः इ इति अस्ति. इदानीं तस्य चिस्पुरणोः इत्यस्य तत्तु एकमस्ति. एक अन्यतरस्यामिति अस्ति. तत्र भवति वा अन्यतरस्यामिति? तत्र अन्यत् अन्यत् अन्यत् भवति यदा तस्य कार्यं न भवति इति वा तादृशं न आगच्छति किल ऐ योगः ई इति अस्ति चेत् अस्माकं सन्धिकार्यमेव भवति चायि इति अस्ति चायि इदानीं चायि इति अस्ति चायि इति अनन्तरं चायियोग निच् निच् इदानीं तत्र त्रयणार्थकनिच् खलु द्वितीयनिच् तदतु नेरनिटि अतः एव नेरनिटि इत्यस्य कार्यं यदा वयं पुनः पुनः तद् लूप् मध्ये कुर्मः इति कृत्वा नेरनिटि आगत्य तद् प्रथम नेः लोपः भवति किल अनेन अत्र नित्यशास्त्रमहम् इदानीम् अचोर्णीति अपि नेरनिटे द्वयोः अपि इदानीं कार्यमस्ति चायियोग इ तत्र मम भ्रमः आसीत् तत्र किमर्थं नित्यमस्ति इति इदानीं तत्र यदि चायै चायि इति अस्ति चायै इति भवति तत्र चाय् ईकारचायि भवति चायै योग इ इदानीं नेरनिटि इति अपि इदानीमपि नेरनिटि आगत्य कार्यं कर्तुं शक्यते वा ऐ इत्यस्य लोपं कर्तुं शक्यते एतत् निच् नित्ये नित्ये वा इति मत्वा तादृशम् अस्ति वा तादृशं न भवति महोदय एकवारं तत्र लक्ष्ये लक्षणन्यायः इति एकं पठितवन्तः पूर्वं न द्वयं नास्ति खलु अत्र भिन्नमस्ति आसीत् तत्र भिन्नभिन्नस्थाने यदा आगच्छति तत्र लक्ष्ये तत्र सूत्राणि कार्यं कुर्वन्ति इति अहं पूर्वं पठितवान् यत्र यत्र अवकाशः अस्ति तत्र कार्यं सूत्राणि आगत्य कार्यं कुर्वन्ति एव अतः प्रथमं तु अस्ति ची स्थाने आसीत् इदानीं तु अन्यत् अस्ति चायि इत्यस्य स्थाने चायियोगणिच् अस्ति तत्रापि चायियोगः णिच् यदा भवति तत्र अचोणिति इत्यस्य कार्यं किल किमर्थं न स्यात् इति किमर्थं नेरनिटि एव नित्यशास्त्रम् इति यद्यपि नित्यशास्त्रम् इत्युक्ते कृतार्थप्रसङ्गी इति अचोणिति इति कार्यं करोति चेदपि कार्यं भवति इति अस्माकं अस्ति इदानीं तत्र चायै इति भवति तदा कथं वा एतत् अनिट् अनिट् आदात् प्रत्यय यद् अदि इदानीम् अस्मिन् निच् अस्ति तद् अवगन्तुं शक्यते एतत् ऐ इति मूले इ इति आसीत् इति स्थानिवद्भावः अल्विद अनल्विद इति अनल्विदौ खलु ऐ इति अभवत् अनल्विदौ तत्र वर्णं आश्रयः भवेत् इति तादृशं न भवति किमर्थम् इत्युक्ते वर्णनिमित्तिक नास्ति अङ्गस्य एव कार्यम् इति प्रायः तत् कर्तुं शक्यते ओ अस्तु क्षम्यतां तत्र ई इति प्रायः एतत् अङ्गकार्यमस्ति खलु वर्णनिमित्तिकं नास्ति निच् निमित्तीकृते एव अस्ति इति कृत्वा सत्यं तत्र नेरनिटि इति किमर्थं नित्यशास्त्रम् इति वदन्ति चेत् तत्र कार्यं यदा अचोनिति करोति वा न करोति वा तस्य अवकाशः अस्ति नेरनिटि इत्यस्य अवकाशः अस्ति नेरनिटि इत्यस्य प्रयोजनमपि किम् अस्ति इत्युक्ते यदा भवान् उक्तवान् तत् निच् इति लूप् मध्ये पुनः पुनः आगच्छति अतः एकं निच् तत्र निष्प्रयोजनम् इति ते तत्र निष्कासयन्ति नेहे लोपः कृत्वा अचोणिति इति सामान्यवृद्धिकार्यमेव तत्र 7-2 किल अङ्गकार्यमेव अस्ति अतः अहं चिन्तितवान् किमर्थं तत्र पर नित्य न भवति तादृशम् एतदेव नित्यशास्त्रं भवति तस्य एव कार्यं तत्र इदानीं इति वृद्धिः भवति वृद्धि इति इदानीं तत्र एतत् वर्णकार्यं वा अथवा अङ्गकार्यं वा वृद्धि इति इदानीं तत्र नेः तत् इदानीम् अचोर्णिति इति वर्णकार्यम् अस्ति अचनिमित्ति अचोर्णिति इति अङ्गस्य परिवर्तनं जातं किल न न एत् अचोर्णिति इति अङ्गकार्यमेव न एतत् वर्ण अङ्गस्य निति वृद्धिः इति अल्विधि खलु अल्विधिय खलु एतत् अल्विधिय वा नित् प्रत्यय अल्विधि वा अचोर्णिति अल्विधि वा अचोर्णिति इति अल्विधि वा नेरनिति अचः इति अङ्गकार्यमेव किमर्थम् इत्युक्ते तत्र क्षम्यताम् अचोर्णिति इति अङ्गकार्यमेव किमर्थम् इत्युक्ते तत्र अङ्गस्य इत्यस्मिन् अधिकारे अस्ति अचः अङ्गस्य निति वृद्धिः इत्येव अहं वदामि अल्विधि एव अल् निमित्ति अल्वर्णनिमित्तिकृते भवति वा इति तत्र अल्विधि अहं चिन्तयामि नेरनिटि अल्विधि नास्ति वा अल्विधि नास्ति प्रत्ययस्य भावः भवति अतः प्रायः अनेनैव प्रायः नेहलोपः आं तत्तु अनल्विधि प्रायः अनेन अनल्विधि इति कृत्वा तत्र यद्यपि अचोणिति इति कार्यं करोति इदानीं द्वितीयवारमपि तदापि नेरनिटि इति कार्यं कर्तुं शक्यते इति कृत्वा तत्र कृताकृतप्रसङ्गी इति भवति इति नीतशास्त्रम् अग्रिमपाठे आगच्छति स्थानिवदादेशो अनल्विधिः इत्यस्मिन् विषये तत्र करपत्रमपि अस्ति तस्मिन् समये इतोपि पठामः यदा अहम् अवगच्छामि अचोणिति इति प्रायः अल्विधिः एव तत्र वृद्धिः अल्विधि नास्ति इति प्रायः अहमपि करपत्रं पुनः पठामि चेदेव मम अपि तत्र मनसि स्फुरति तद् आम् तद् अत्र अष्टाध्यायी डाट् काम् मध्ये उदाहरणसहितं सम्यक् रीत्या अस्ति वयं द्वयमपि पठामः करपत्रमपि पठामः अत्रापि पठामः अतः इदानीं चाययति इति रूपं साधितवन्तः तत्र चीयोगः निच् तत्र इकारः निच् नेरनिटि इत्यनेन इकारलोपः तत्र चीयोगः इ अचोनिति इत्यनेन वृत्तिः एचोयवायावः इत्यनेन अयादेशः नान्ये मितौ हेतौ इति अनेन मितां ह्रस्वः न भवति हेतौ प्रेरणार्थे अस्ति इति कृत्वा न भवति अतः एव चायति इति रूपं समीचीनं भगिनी भवती एव वि धातुः पठतु आदेशाभावे एवमेव क्रमः तद् अहं पठितवती भगिनी अग्रे वि धातुः जनकान्ति वसनखादनेषु अदादिगणे अस्ति लग्नकारे वेति अतः गच्छति जन्यते च निचि अनुके अर्थः एकः अर्थः प्रजन्नयति धातु अदादिगणे अस्ति अर्थ बहूनि अर्थानि सन्ति गति व्याप्ति सज्जनकान्ति असनखादनेषु रक्तकारे रूपमस्ति अव्येति अर्थः गच्छति गण्यते च निचि अनेके अर्थः निचियोगेन अन्य अर्थः भवति भगिनि तत्र एकः अर्थः प्रजनयति प्रजनयते षष्टमाध्याये प्रथमपादे पञ्चविंशतं सूत्रम् इत्यनेन प्रजनार्थे आदेशः विकल्पेन भवति तदा अस्ति इत्यनेन उपागमः भवति योजनेन प्रेरणा केवलं प्रेरणार्थं क्रियते तत्र एक अनन्यसूत्रम् आगत्य प्रजने विधीयते प्रजनार्थमस्ति चेत् आदेशः विकल्पेन भवति निष्पृत्ये परि तत् अनन्तरम् आगत्वा आदन्त अकारन्तस्ति ततः पुकागमः भवति अस्ति मायि भगिनि पुकागमः भवति अवगतं भगिनि तद्धर्मं प्रजने अर्थे अस्ति अर्थमस्ति यतः सः प्रजनयति प्रजने एते सूत्रेण नित्य अस्ति चेत् आदेशः विकल्पेन भवति तदनन्तरं उपागमने इति सूत्रं विवरणं दत्तं सजनार्थे विकल्पेन द्विधातोः एकः स्थाने आकारादेशो भवति न उपरि भजने सप्तम्यागं क्रियते उपदनिजं सूत्रम् आदेश उपदेशोऽसिति इत्यस्मात् आत् एव आत् ए विजनयोः अनुवृत्तिः नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः विभाषा क्रियते लेतेः इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः अनुवृत्तिशेषसूत्रं प्रजने विभाषा लीयतेः एकः आत् सूत्रम् अस्तमस्ति भजनार्थे अर्थे अस्ति प्रयोजनेन योजनेन विकल्पेन ईकारस्थाने आकारादेशो भवति अनौचितैतसूत्रमस्ति सजने विभाषा दीयति दीयतेः एचः आत्मनि केवलं निच्छस्ति अस्तं भजने भजनार्थे अस्ति चेत् एव स्थाने आकारादेशः भवति तदनन्तरम् उपागमपि सत्यम् अतः तत्र अर्थः कः इत्युक्ते अदादिगणीयधातुः वि धातुः इति यदा अत्र उक्तं टु गो टु पर्वे टु सरौण्ड् टु अटाक् टु बि प्रेग्नेण्ट् टु कन्सीव् टु ग्लो टु शैन् टु थ्रो टु ईट् इति अर्थे भवति अत्र प्रजने इत्यस्मिन् अर्थे अत्र णिच् विधीयते प्रेरणार्थे णिच् विधीयते तत्र यदा वयं सामान्यरूपेण पश्यामः चेत् तत्र बेति इति रूपं भवति अदादिगणे इदानीं तत्र प्रजने दीयते इति सूत्रेण वि धातोः एकः स्थाने आकारादेशः भवति इत्येव नौ परे तावदेव तत्र तदपि विकल्पेन एव अस्तु भगिनि अग्रे यद्यपि वि धातुः अपि इक्षिपौ धातुनिर्देशो इति वक्तव्यं वार्तिक इति वार्तिकेन क्षिप् धातु निर्देशे अस्ति चेत् द्वियुगः सार्वधातुकप्रत्ययः अतः सार्वधातुकः इत्यनेन कर्मे यत् ीयति इति प्रातिपदिकं सत्यन्तं सुबन्तरूपं भवति ध्येयं प्रत्ययः अतः दीयति इति रूपं न आत्मनेपदं न परस्मैपदमपि सुतन्तं प्रातिपदिकम् ओके दीयते इति अत्र क्षिपौ धातुनिर्देशे इति वाचकमस्ति एकवाचकं अतः वार्तिकेन क्षिप् धातुनिर्देशे अस्ति क्षिप् क्षिप्पति सुत्पत्ययः सुत्पत्ययः अतः वियोगः अस्ति अनुबन्धः अनन्तरं निष्कास्य क्षिप् सार्वधातुकप्रत्ययः अतः सार्वधातुके यत्रेण यक् आगमः भवति य वि योगः यत् योगति वियति इति प्रातिपदिकं प्रातिपदिकं दीयतेः इति तस्यन्तं सुबन्तरूपम् अत्र कृत्पत्य क्षिप् इति कृत्पत्ययः अतः रूपं प्रातिपदिकं न तु आत्मनेपदं किं प्रत्ययरूपं नास्ति केवलं सत्यं सत्यं कृदन्तं प्रातिपदिकमस्ति प्रजने वियतेः इति वियतेः इति क्षिपा निर्दिष्टमस्ति तस्य षष्टि अन्तरूपमस्ति प्रजनेः प्रजने वियतेः इति यद्यपि वि धातुः अपि अन्ये विशेषाः इकारान्ताः ईकारान्ताः धातवः इव एजन्ताः नास्ति, तथापि प्रक्रियायां वृद्धि आदेशेन एच् आयाति, एच् परे अचो नुमिति इत्यनेन वृद्धिः इकारान्ता ईकारान्तः किमर्थम् एजन्ताः धातुः अपि अन्ये विशेष ईकारान्तः ईकारान्तः धातवः इव एजन्तः नास्ति, ते तु एजन्तः नास्ति किल, विशेष ईकारान्त एकारान्त धातवः इव वि धातुः अपि अस्ति, तद् एजन्तः नास्ति इति. एजन्त यदा वयं वृद्धिः कुर्मः चेदेव एच् आगच्छति, तत्तु एजन्तधातुः नास्ति, ईकारान्तधातुः एव, विशिष्ट ईकारान्तधातुः एव सूत्रे वियते एचः इति कृतवान् तस्य तत्र व्यजनार्थे विकल्पेन वीधातुः एचः स्थाने आकारादश, तद् एजन्तः नास्ति, यदा वयं तत्र वृद्धिः कुर्मः चेदेव एजन्तः भवति, यदा सूत्रे उक्तमस्ति सूत्रस्य प्रसक्तिः यदा अचौनिति भवति चेदेव तस्य प्रसक्तिः भवति. आम् इदानीम् अवगच्छति, यदा उदाहरणं पठति चेत् स्पष्टं भवति. उदाहरणं दत्तं वि योगः एच् अचौनिति इत्यनेन वृद्धिः भूत्वा वै योगः इ ईकारान्तः वि धातुः एजन्तः जातः सदने दीयतेः इत्यनेन सदनार्थे आकारादेशः वा इ अर्ति क्रीष्मयीयुङ्गौ पुङ्णौ सूत्रेण अपुकागमः प्रति वायोगः पुक्योमति, यथापि वा अपि यजन्तधातुः वापयति. अवगतं खलु वि मिच् अस्ति प्रथमं वृद्धिः भवति अतो निमित्तेन, ततः रूपमस्ति वै अस्ति, अत्र वै अस्ति तत्र एजन्तधातु नास्ति, केवलं ईकारान्तधातः एव अस्ति, ततः वि धातु वदने दीयते इति सूत्रेण प्रजनार्थे अस्ति चेत् आकारादेशः भवति, ऐकारे वायुपहरि, तदनन्तरम् अस्ति क्रियते इति सूत्रेण कुकागमः पापयति इति रूपम् अग्रे आत्वाभावे अचोनिमित्तसूत्रेण बुद्धिः वै युवः ऋतोयावः वाय् युवति वायि वाययति, आकारादेशः न भवति चेत् केवलं प्रथमं बुद्धिः भवति, तदनन्तरं ऋतोयावायावः इति सूत्रेण वाय् युवति वायु तस्य लट्लकाररूपमस्ति वायति प्रजनार्थे नास्ति चेत् वि युगः निच् अचोन्यसीत्येन वृद्धिः वै युवः यचोयवयवः वाय् युवः वायु वाययति रूपत्रयम् अत्र प्रजनार्थे अस्ति चेत् वापयति वाययति आत्वम् अस्माकं प्रजने दीयतेः इत्यनेन भवति, यदा तद् न भवति चेत् वाययति, प्रजनार्थे एव नास्ति परन्तु प्रेरणार्थे अस्ति चेत् तत्र वाययति इति रूपम् प्रजनार्थे सूत्रं विकल्पेन एव भवति भगिनि सत्य आम् प्रजने दीयते विकल्पेनैव तत्र विभाषा इति आगच्छति किल अनुवृत्तिरूपेण विभाषा लीयते इत्यनेन विभाषा इति अनुवृत्तिः आगच्छति अतः तत्र विकल्पेन एव भवति. रजनार्थे नास्ति चेत् वायति इति रूपं, सामान्यरूपं तु वेत्ति इति अदादिगण्य सिङ्गं इति रूपाणि. अस्तु महोदय, भी धातुः पठति वा? अत्र सर्वत्र एतादृशमेव रूपद्वयं रूपत्रयम् इत्येव आगच्छति. सर्वत्र एचः एव भवति, सर्वत्र भी धातुः वयं दृष्टवन्तः, एचः स्थाने एव अस्ति. भी धातुः, भी भये ज्योत्यादिगणे लटि बिभेति सूत्रमस्ति. बिभेतेर्हेतुभये इति षष्ठाध्यायस्य प्रथमपादस्य षट्पञ्चाशत्तमं सूत्रमस्ति. विभेतेरेचहणौ आत्मं वा स्यात् प्रयोजकात् भयं चेत्. प्रयोजकात् इत्युक्ते प्रयोजकात् साक्षात् भीतिः अस्ति चेत् भी धातोः अन्त्यस्य एचः स्थाने आ आदेशो विकल्पेन भवति नौ परे. हेतोर्भयं हेतुभयं तस्मिन् हेतुभये पञ्चमी तत्पुरुषः. हेतोः भयम् अस्तु, तस्मिन् हेतुभये विभेतेः षष्ट्यन्तं हेतुभये षष्ट्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेश अशिति इत्यस्मात् आत् एच् इत्यनयोः अनुवृत्तिः, चिस्पुरोर्णौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, विभाषा लीयते इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः. अनुवृत्तिसूत्रमस्ति विभाषा हेतुभये विभेतेः एचः आत् णौ इति विभेतिर्हेतुभये सूत्रं वदति. विकल्पेन यदि प्रयोजकात् भयम् अस्ति, भयः भयम् अस्ति चेत् तत्र तत्र बी धातोः तत्र तत्र एचः स्थाने यदा णिच् इत्यनेन वृद्धिः भवति तत्र एचः स्थाने आत्मं विधीयते इति अस्ति. प्रयोजकात् इत्युक्ते प्रयोजक प्रयोजककर्ता हा तस्मात् तस्मात् तस्मात् साक्षात् भीतिः अस्ति चेत् तस्मात् तत्र यदा वयं रूपं पश्यामः अनन्तरं वाक्यं वाक्यं तद् वाक्यं भवति तदेव मुख्यमस्ति कथं भवति इति. अग्रे महोदय, इतोपि बीस्मयोर्हेतुभये इति प्रथमाध्यायस्य तृतीयपादस्य अष्टषष्टिः. प्रयोजकात् साक्षात् भीतिः चेत् भी धातुः स्मीधातुः च आत्मनेपदिनौ भवतः. भीश्च स्मिश्च भीस्मी तयोः भीस्मयोः हेतोर्भयं तस्मिन् हेतुभये इति पञ्चमी तत्पुरुषः. भीष्मयोः षष्ट्यन्तं हेतुभये सप्तम्यन्तम् अनुदात्तानित आत्मनेपदमित्यस्मात् आत्मनेपदमित्यस्य अनुवृत्तिः. नेरणौ यत्कर्मणौ चेत् सकर्तानाधाने इत्यस्मात् नेः इत्यस्य अनुवृत्तिः. अनुवृत्तिसूत्रमस्ति हेतुभये नेः भीष्मयोः आत्मनेपदम्. यदि हेतु प्रयोजकात् भयमस्ति चेत् तत्र तत्र भी धातोः अपि च स्मीधातोः स्मीधाता भी धातोः आत्मनेपदिप्रत्ययः विधीयन्ते विधीयते इति अस्ति. तर्हि आत्मनेपदी भवति यदा विभेदभय इत्यनेन आत्मं भवति तर्हि आत्मनेपदी एव भवति, न तु परस्मेपदी. बी धातुः परस्मेपदी उभयपदी अस्ति, बी धातु आत्मनेपदी अस्ति वा? न न न परस्मेपदी एव अस्ति. क्षमा यातं पुम्नौ आत्मं भवति चेत् पुगागमः अपि दीयते. यदा भी योग णिच् अचोणिक् इत्यनेन वृत्तिः, भै योगै विभेतिर्हेतुभये इत्यनेन यदि हेतुः सारि तत्र प्रयोजकात् तत्र भय अस्ति चेत् तत्र विभेदहेतुभये इत्यनेन ऐकारस्य आत्वं भा इति भवति. भायोगै इदानीं तत्र अर्थिरि इत्यनेन पुगागमः भायोग पुक् योगै भापि इति निजतदातुः इदानीं भापि इति निजन्तदातु तस्मात् यद्यपि परस्मैपदी अस्ति बीस्मयोर् हेतुभये इत्यनेन प्रयोजक साक्षात् भीतिः चेत् इत्यनेन प्रयोजक साक्षात् भीतिः चेत् आत्मनेपदत्वं भापि योगशप् योगते भापयते अत्र केन तत्र अध्यापकः छात्रं भापयते छात्रं भापयते अहं चिन्तितवती सर्पः वा व्याघ्रः वा सर्पः मां भापयते भवति वा मां सर्पः मां भापयति तादृशमस्ति चेदेव आम् इत्येव भवति किल तत्र अन्यथा भायति भवति भायति तद् एतदपि विकल्पेनैव किल न आं विभाषा अस्ति आं विभाषा अस्ति एव विभाषाहेतुभये विभेतेः एचः आत्मनौ इत्येव अस्ति वाक्यं श्रुतः भायति अथवा भापयति इति भवति रूपमपि द्वयमपि भवति ओ अत्र एकः एकम् उदाहरणमस्ति कुञ्चिका कुञ्चिकै एनं भाययति देवदत्तः हियर् द फियर् इस् प्रोड्यूस्ड् फ्रम् कुञ्चिका नाट् फ्रम् देवदत्ता द एजेण्ट् कुञ्चिका एनं भाययति देवदत्तः देवदत्तः एनं कासेटिव् इस् द प्रोड्यूसर् आफ् द फियर् देवदत्तः नास्ति अस्तु तादृशं वदामः चेत् सत्यमेव किल व्याघ्रः मां ओ नो नो नो तत्र अस्तु देवदत्तः द एजेण्ट् तद् प्रथमायामेव अस्ति किल देवदत्तः देवदत्तः एनं भापयते इति अस्ति तत्र भायति अस्तु अस्तु एनं भायति कोऽपि सत्यं सत्यम् एतत्तु आत्मनेपदीरूपं नास्ति किल भाययति इति अस्ति कारणं सत्यम् इदानीम् अवगतं द एजेण्ट् आफ् द पासिटिव् इस् द प्रोड्यूसर् आफ् द फियर् अतः अत्र अस्माकं कृते तु तत्र किं रूपम् अस्ति भापयते इति आगच्छति किल तत्र यद् वाक्यं वयम् उक्तवन्तः तत् सत्य सम्यक् एव किल पुनः वदतु भगिनि न अवगतं तत्र यदा प्रयोजककर्ता अस्ति सः साक्षात् भीतिः उत्पादयति चेत् क्षम्यतां प्रयोजकात् साक्षात् भीतिः अस्ति चेत् तत्र किम् अस्ति तत्र आदेशः भवति एचकस्थाने आदेशः भवति बी धातोः एचकस्थाने आदेशः भवति इदानीं भापयते इति अस्माकं रूपं निजन्तरूपम् अस्ति प्रयोजकात् साक्षात् भीतिः प्रयोजकः कः इति चिन्तनीयं साक्षात् मम भीतिः तस्मात् अस्ति चेत् तत्र एव भापयते इति रूपम् आगच्छति अथवा भाययति इत्येव माता प्रेतकथया पुत्रं भापयते वा तत्र भाययति इति भवति किल तत्र माता हेतु एजेण्ट् हिम्सेल्फ् इस् अ डैरेक्ट् कास् आफ् द फियर् अतः अहम् उक्तवती सर्पः इति साक्षात् मम भीतेः कारणं सर्पः अतः सर्पः इत्येव पापयते इति क्रियायाः कर्ता भवति. सत्यमेव इति चिन्तयामि. सर्पः माम् कः मां भापयते इति भवति वा? भापयते यदा भवान् उक्तवान् माता प्रेतरं वा न तृतीया भवति साधनं प्रेतकथया पुत्रं भाययति भाययति एव भवेत् माता नास्ति हेतु वयसि हेतु साक्षात् नास्ति भाययति इत्येव. यदा सः साक्षात् दृष्ट्वा भीतिः अनुभवति चेत् प्रेतकम् इति प्रेतकः इति तद् हेतुकर्ता प्रयोजककर्ता भवति. प्रयोजकात् साक्षात् भीतिः प्रेतः बालकं भाय भापयति तद् तादृशं सम्यक् इति एकं रूपं विचित्रशब्देन प्रेतः विचित्रशब्देन भापयते इति अपि भवितुमर्हति. प्रेतस्यापि भवति शब्दस्य इदानीं द्वयमपि भीतेः हेतु हेतु भवति खलु भीतेः हेतु भवितुमर्हति. प्रथमायां कुर्मः प्रेतकः क्षम्यतां विचित्रशब्द शब्दं कृत्वा इति वा शब्देन शब्दं कृत्वा शब्देन प्रेतकः पापयते. प्रेतकः एव कारणं किल विचित्रशब्दस्य अतः इतोपि पापनस्यापि भीतेः कारणमपि प्रेतकः एव सत्यमेव इति चिन्तयामि. यदा ते अत्र उक्तवन्तः तादृशम् आगच्छति एव अर्थः किल. आमां तदेव. तत्र द्वितीयमपि इतोपि एकः धियः धियो हेतुभये शुक् इति सप्तमाध्याये पादस्य चत्वारिंशत्तमं सूत्रमस्ति. प्रयोजकात् साक्षात् भीतिः अस्ति चेत् भीधातोः अन्त्यस्य ईकारस्य स्थाने आदेशाभावे शुकागमः भवति. इदं सूत्रम् अचोणिति इत्यस्य बाधकसूत्रम् अस्ति. शुकी ककारः उकार उकारयोः इत्संज्ञा लोपश्च शकारः अवशिष्यते. हेतु हेतोर्भयं हेतुभयं तस्मिन् हेतुभये पञ्चमी तत्पुरुषः. भी इति शब्दस्य षट्यन्तं रूपं भियः. भियः हेतुभये शुक् इति अस्ति. भियः षट्यन्तं हेतुभये सप्तमन्तं शुक्ततमान्तं त्रिपदमिदं सूत्रम्. अर्थि रि लि रि क्री क्षमाय यातां पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनुवृत्तिहेतुसूत्रमस्ति. भियो हेतुभये शुक् नौ इति. अत्रापि प्रयोजकात् साक्षात् भीतिः अत्र बिभेदेः किम् अस्ति अत्र साक्षात् भीतिः नास्ति. अत्र बिभेति हेतुभये तत्र भिन्नमस्ति वा? अत्र समानमेव. तत्र बिभेते तत्र सत्यं तत्र आत्वं विधीयते अनेन शुक् इति विधीयते. अस्तु तर्हि त्रीणि रूपाणि भवन्ति. अत्र भापयते भाययति शुकागमति इदानीं भीषयति. तत्र गुणः न तदेव अहम् उक्तवती भिन्नभिन्नरूपाणि एव भवन्ति इति. अस्तु अस्तु तर्हि बि योग णिच् इदानीं बि इदानीं तत्र बियो हेतुभये शुक् इत्यनेन शुकागमः. तत्र उकार उक्कु इत्यस्य इत्संज्ञा भूत्वा लोपः भवति. बि योग षट् क्षयोगै भीषि इति वेददातुः अस्ति. इदानीं तत्र भीषि इति अस्ति. भीषि इति हेतुभये इत्यस्मात् भीष्मयोर्हेतुभये इत्यस्मात् भीषयते एव भवति. किमर्थं हेतुभये अस्ति इति कृत्वा आत्मनेपदित्वं भवति. भीषयते रूपं वापयति अथवा भीषयते. वापयते इत्युक्ते विपरीते हेतुर्भये इत्यनेन आत्मं भीषयते इत्युक्ते भियो हेतुभये शुक् इत्यनेन शुक्त्वम् इति वक्तुं शक्यते चेत् तद् इति रूपद्वयं समान अर्थं तु समानमेव. सर्पः माम् भीषयते इति अपि सम्यक्. भीषयते इति श्रुतमेव किल, भीषण इति खलु तत्र भीषणयुद्धं भीषण कन्नडभाषायां भीषण पापयते इत्येव मया पूर्वं न श्रुतं. भीषयते भय इति अस्ति तत्र, भय भाषयति इति वक्तुं शक्यते, तदपि इति रूपं न प्रायः तद् अहं न श्रुतवान्. प्रसिद्धरूपं नास्ति प्रायः. भीषयते दृष्टवती अपि तत्र भीषण इति अस्ति खलु तत्र तत्र सुपरिचितमेव अत्र प्रश्नः उदेति इति अत्र प्रश्नः उदेति भियो हेतुभय शुक् इति अचोणिति इत्यस्य अपवादसूत्रं कथं वा चेत् कथं वा भीयोगणिचि इति चितौ अचोणिति इति कदाचित् अपि प्रवर्तेत इति प्रश्नः. उत्तरम् एवं यत् प्रयोजकात् भयम् इति चितौ सदा भियो हेतुभय शुक् इत्येव भवति चेत् विभेदे हेतुभये इति सूत्रं निरवकाशं भविष्यति. विभेतेर्हेतुभये इति विकल्पेन प्रवर्तते, अतः प्रयोजकात् भये सति एकवारम् अचोणिति अपि च विभेदहेतुभये इति भवति एकवारं भियो हेतुभये शुक् इति. अस्तु, तत्र विकल्पेन एकवारं तत्र अचोणिति कदाचित् प्रवर्तेत इति प्रश्नः अस्ति. प्रयोजकात् भयम् इति स्थितौ तदा भियो हेतुभये तत्र भवति, तदा भवति चेत् विभेदे हेतुभये इति सूत्रं निरवकाशं भविष्यति. अतः विभेदे हेतुभये इति विकल्पेन भवति, अतः प्रयोजकात् भये सति एकवारम् अचोणिति. अस्तु, विकल्पेन भवति विभेदे हेतुभये इति, अतः तत्र शुकागमः अपि भवितुमर्हति अन्यत् रूपं हेतुभये. परन्तु अस्मिन् सूत्रे एव तद्विकल्पेन इति उक्तमस्ति किल, तत्र किमर्थं निरवकाशं भविष्यति इति ते वदन्ति इति न जाने. प्रयोजकात् भयमिति स्थितौ सदा भियो हेतुभये शुक् इत्येव भवति चेत् विभेदे हेतुभये इति सूत्रं निरवकाशं भविष्यति. तद् सदा भविष्यति इति न उक्तं किल, तद् तत्र ओ भियो हेतुभये शुक्नौ इत्यत्र विभाषा इति नास्ति. नास्ति परन्तु तत्र भगिनि तत्र तत् अपवादसूत्रमस्ति खलु, तत्र बिभेतिर्हेतुभये इति अपवादसूत्रमस्ति भाषाहेतुभये. तदेव मम प्रश्नः, किमर्थम् अचोणित्ये किमर्थं निरवकाशं भविष्यति इति ते किमर्थं वदन्ति? निरवकाशत्वं पुम्नौ इति तद् तत्र अपवादयतर कार्यं करोति एव खलु. आं, तत्र अचोणिति इत्येव अपवादम् इति उक्तवन्तः किल पूर्वम् अस्मिन् सूत्रे एव भवान् पठितवान् अचोणिति इति तत्र एचः इति खलु, तत्र अचोणिति एव भवेत् सत्यम् एच इति. भियो हेतुभये शुक् इत्यस्य अपवादं क्षम्यता, भियो हेतुभये शुक् इति अचोणिति इत्यस्य अपवादः किल. वियोगः निश्चित् इत्युक्ते तत्र अचोणिति इत्यस्य कार्यं भवति, तत् सर्वदा आगच्छति चेत् वियोगहेतुभयेषु निरवकाशं भविष्यति, अतः अस्य अपवादः सत्यं. परन्तु अत्र किं प्रदर्शितम् इत्युक्ते सदा वियोगहेतुभयेषु इत्येव भवति चेत् विभेदे हेतुभये इति सूत्रं निरवकाशं भविष्यति, तत्तु विकल्पेन प्रवर्तते, अतः प्रयोजक एकवारम् अचोणिति इति अनन्तरं तत्र विभेदहेतुभये भवति, अचोणिति प्लस् विभेदहेतुभये इति अचोणिति द्वारा एव भवति खलु, अन्यथा न भवितुमर्हति किल. तदेव मम चिन्तनम्. अतः अचोणिति विभेदे हेतुभये तत् सेट् वियो हेतुभयेषु इत्यस्य अपवादः, तादृशं वयं अपवादत्वेन एव भवति. वियोगहेतुभयेषु परन्तु तस्य तु नित्यसूत्रम्, नित्यम् इत्युक्ते तद् तस्य विकल्पं न भवति, विभेदे हेतुभये इत्यस्य एव वैकल्पिकरूपम् वैकल्पिकम् अस्तु. अग्रे महोदय, प्रयोजकात् प्रयोजकात् साक्षात् भीतिः नास्ति चेत् आ आदेशः न भवति, न वा पुगागमः, न वा शुगागमः। तस्यां स्थितौ भियोगनिच् भाय् इति भवति अचोर्णिच् इत्यनेन, तत्र भाययति इति रूपं। छुरिकया बालकं भाययति, अस्तु बालकः, अस्तु अन्यबालकः छुरिकया बालकं भाययति इत्यस्मिन् प्रयोजकात् साक्षात् भीतिः नास्ति, अपि तु छुरिकया सः भीतः, अतः भाययति। समीचीनमेव, सत्यं सत्यं, समीचीनं, तदेव भाययति, भीषयते, भापयति इति रूपत्रयं, भापयते, बिभेति इति लटि रूपं, सर्वत्र तादृशमेव चिन्तनम् आगच्छति। अस्तु भगिनी, पठति वा? आं भगिनि, मे धातुः श्मिङ् ईषद्दसने, ईषद्दसने हसने, ओके, भवादिगणे अस्ति, लटि स्मयते, प्रेरणार्थे स्मययति, सुखात् विस्मय, परन्तु विस्मयः आश्चर्यं विस्मृति चमत्कारः। सीधातु भवादिगणे अस्ति, लटिरूपं स्मयते, विस्मय, प्रेरणार्थे रूपमस्ति, स्मययति, सुखात् विस्मय। अन्य अर्थः अपि अस्ति, विस्मयः आश्चर्यं विस्मति, विस्मतिः चमत्कारः इति अन्य अर्थः अपि। नित्यं स्मयतेः इति सूत्रम् अस्ति, यदा प्रयोजकः विस्मयस्य साक्षात् कारणं, तदा नित्यं एकः आकारादेशो भवति, नित्यत्वात् अत्र विभाषा इत्यस्य अनुवृत्तिक्रमः समाप्यते। नित्यं प्रथमान्तं स्मयतेः पश्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेशेषति, तस्मात् आर् एच् इत्यनयोः अनुवृत्तिः तिष्ठुरोर्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, विभेदेः विभेदेर्केतुभये इत्यस्मात् केतुर्भये इत्यस्य अनुवृत्तिः, अत्र प्रायशब्दः आश्चर्यार्थे स्वीक्रियते। अनुवृत्तिः रचितसूत्रं केतुर्भये नित्यं स्मयतेः एकः आत् नौ। अत्र नूतनसूत्रं दत्तं, नित्यं स्मयतेः अत्र यदा प्रयोजकः विस्मयस्य साक्षात् कारणं, तदा नित्यम् एकः स्थाने आकारादेशः भवति। अत्र विभाषा न, केवलं नित्यं भवति, सी धातु विकल्पेन एव अस्ति, परन्तु मी धातुः मा धातु केवलं नित्यं भवति, साक्षात् अग्रिमसूत्रमस्ति तत्र विभेदे हेतुभये इति 56 अस्ति, एतत्तु अग्रिमसूत्रं 57, अतः नित्यम् इति सूत्रे एव लिखितं, विभाषा न भवति तत्र, नित्यं प्रायः अनुवृत्त्याम् अग्रे अपि आगन्तुं शक्यते, हेतुभये नित्यं स्मयतेः एषः आत्नौ। अत्र अर्थः भिन्नः, यदा वयं स्मयते इति वदामः चेत् तत्र स्मै इत्येव प्रेरणार्थे स्मायति, अत्र आश्चर्यचकितं यदा अस्ति चमत्कारः, तत्र तस्मिन् अर्थे तत्र आत्वं विधीयते। हेतुभये इति न भय नास्ति खलु तत्र, हेतुभये किमर्थं तद् हेतुभये आगच्छति, लाक्षणिकार्थं स्वीकरणीयम् इति, तत्र हेतुभये इति अस्ति खलु, तत्र हेतुः यदस्ति यत् स्मयस्य अथवा तादृश नास्ति, तत्र हेतुभये इति अस्ति, तत्र पुनः तत्र हेतुस्मय इति किमपि अन्यत् तत्र लाघवार्थं तेन कृतमस्ति प्रायः अवगच्छन्ति इति लाक्षणिकार्थं लाक्षणिकार्थं तत्र अनुवृत्ति खलु तत्र हेतुः यदि हेतुः अस्ति भयः भवतु वा विस्मयस्य तद् हेतुः तदस्ति चेत् भयस्य हेतुः अथवा विस्मयस्य हेतुः इति न अन्यथा एकं पदं तत् योजनीयं खलु प्रायः अहं चिन्तयामि हेतु भये अनन्तरम् अन्यथा भय इति न भवति खलु स्मयते स्मय तदेव मम प्रश्नः किमर्थं तदेव अनुवृत्ति इति कृत्वा अन्यथा हेतु स्मये इति भवेत् अस्टानिश्मेण्ट् इत्येव अस्टानिश्मेण्ट् feeling astonished, wondering iti eva arthe bhavati. यदा तत्र भीस्मि इति एकं संज्ञासूत्रम् आसीत् किल तत्र ते प्रायः तस्मात् अपि कनेक्ट् कुर्वन्ति प्रापर् वर्ड् अपि यदा भवान् उक्तवान् हेतुस्मये इति भवेत् परन्तु हेतुभये इति इन् कनेक्षन् वित् बि अनुवृत्ति कृतवान् समीचीनम् आं भगिनि अग्रे अस्ति वा अरुणा भगिनि नास्ति वा अस्तु महोदय भवान् पठतु विस्मि योगः निच् धन्यवादः ओ अस्ति वा भगिनि विस्मययोग निच् अचोणिति इत्यनेन वृद्धिः इदानीं विस्मय इति भवति विस्मययोग इति नित्यं स्मयतेः इत्यनेन एषः आत्मं विस्मायोग इति अस्ति इदानीं तत्र आकारान्तः भवति अर्धिगिरि इत्यनेन पुगागमः विस्मायोग पुक् योग इ विस्मायोग विस्माति इति भवति विस्माति इति निजधातुः इदानीं तत्र विस्मयर्हेतुभये इति इत्यनेन प्रयोजकात् साक्षात् विस्मयः चेत् आत्मनेपदत्वं विस्मापि योग शप् इदानीं ते इति आत्मनेपदि विस्मापयते रूपं विस्मापयते अत्रापि आत्मनेपदं दीयते स्मयति अत्र विस्मापयते इति तत्र एकमेव खलु तत्र अन्यरूपं नास्ति वा न नित्यं किल नित्यं नित्यमेव एकमेव विस्मापयति विस्मायति इति न भवति वा विस्माय न भवति प्रायः अत्र प्रेरणार्थे न भवति प्रायः तत्र यदा अत्र उदाहरणानि सन्ति किल महोदय तत्र पठतु तृतीय उदाहरणे अस्ति अस्ति प्रयोजकात् विस्मयः चेत् मुण्डो झटितो बालकं विस्मापयते इति बालस्थितिक् अस्थानिशत बाय् इति झटिलो मुण्ड अस्तु प्रयोजकात् विस्मयः नास्ति चेत् घोरः कुञ्चिकया एनं विस्माययति अस्तु विस्मायति भवति भवति एव परन्तु तत्र हेतु तु हेतुभये नास्ति आम् हेतुः सत्यं तादृशं नास्ति चेत् विस्माययति इति भवति एनं विस्माययति अथवा विस्मापयते इत्येव आत्मनेपदिरूपम् अनन्तरं तत्र आत्मनेपदि विस्मापयते विस्माययति इति रूपं लट्टीरूपं किं स्मयते इत्येव किल स्मयते अस्मिन् इति तत्र निज् स्मयते इति भवति तत्र निज् अर्थनेपदी एव खलु नित् अस्ति प्रीधातुः अपि पठतु महोदय प्रीधातुः प्रीङ् तर्पणे प्रीणि तर्पणे अर्थः प्रीतिं करोति प्रसन्नं करोति तृप्तं करोति चुरादिगणे प्रीणयति प्रीणयते इति ण्यकारः अस्ति नित्वात् अस्तु उभयपदी अस्ति चुरादिगणे प्रीणयति ते अथवा प्रीणयते विकल्पेन च णिच् अभावे प्रयति अथवा प्रयते क्रयादिगणे प्रीणाति प्रीणीते विकल्पेन च णिच् अस्तु अस्तु अस्तु तत्र धूयि प्रीणोर्नुग् वक्तव्यः इति वार्तिकं निचिपरे धू प्री इति धातोः नुकागमः धू धातुः इति अग्रे उ उकारान्तेषु दृश्यतां नुकि क उ इत्यनयोः संज्ञा द्वपश्च न नकारः अवशिष्यते इदानीं प्री योग णिच् अस्ति इदानीं नुगागमः धूमि प्रीणोर्नुग् वक्तव्यः इति सूत्रेण तत्र नुगागमः प्री न इ इति अस्ति त्रीणि इदानीं तत्र त्रीणि इति भवति त्रीणि इति तत्र नत्वं क्रीणयति इति रूपं भवति क्रीणयति क्रीणयति प्रीणयति प्रीणयते इति चुरादिगणे अपि भवति प्रायति प्रायते प्रयति प्रयते इति त्रयादिगणगणे प्रीणाति प्रीणीते सामान्यधातुः क्रियादिगणे प्रीणाति प्रीणीते इत्येव किल रूपत्रयं तु चुरादिगणे प्रीणि धातु कुत्र कस्मिन् प्रीणातु त्रयादिगणे त्रयादिगणे अत्र एव दत्तं किल त्रयादिगणे प्रयति प्रयति इति कथं भवति तत्र निचभावः कुत्र तत्र वयति चयति इति अत्रापि तादृशम् आगच्छति तत्र किमपि वैकल्पिकमस्ति निच वैकल्पिकमस्ति तत्र तत्र तादृशं प्रीं प्रीं तत् अत्र अस्ति युवादिगणे अपि अस्ति अतः प्रीं इति वा आमां प्रीयते परन्तु रूपत्रयमपि चुरादिगणे अपि अस्ति अस्तु एकवारं क्रियते इति अस्ति क्रियते नास्ति क्रियते इति अस्ति चुरादिगणे ओके चुरादिगणे प्रयति इति भवति अन्यदस्ति रूपमस्ति दिवादिगणे अपि अस्ति चुरादिगणे अपि अस्ति किल चुरादिगणे प्रयति इति भवति प्री इति कथं निच् नास्ति प्रीणयति प्रयति इति रूपं शब्दनिमित्त गुणः एव अस्ति अत्र निच् लोपे प्रयति इति भवति शप् भवति भुवादिगणवत् भवति खलु प्रयति प्रयते शप् न निच् नास्ति चेत् निच् नास्ति शप् भवति अतः प्रयति एव गुणः भवति प्रे योग प्रय इति भवति प्रयति अथवा प्रयते रूपद्वयं रूपत्रयम् अपि अत्र चुरादिगणे रूपत्रयं त्रयादिगणे एकमेव आत्मनेपदी परस्मैपदी परन्तु अस्माकं प्रेरणार्थे निचि प्रीणयति इति रूपम् भगिनी अस्ति वा भवती आं भगिनी अस्मि अग्रिमं किञ्चित् पठतु अनन्तरं समापयामः ईकारान्तधातूनां पुकागमः ईकारान्तधातूनां फुकागमः त्री व्ली व्री त्री जुहोत्यादिगणे लटि चिह्रेति अर्थः लज्जते निचि प्रेपयति लज्ज्य लज्जयति स्त्री इति स्त्रीलिङ्गशब्दः लज्जा इत्यर्थः इकारं तथा त्रयः अस्ति सन्ति स्त्री लि रि पदमं स्त्रीधातु दुःखत्यादिगणे लटिरूपं विक्रेति अर्थः लज्जते निच् प्रत्ययपदे हेयत्पयति उपागमपद भूत्वा रेहे रेपयति लज्जयति स्त्री इति स्त्रीलिङ्गशब्दः लज्ज इत्यर्थः ली धातु क्रयादिगणे वनपवादीनां अश्वः इत्यनेन क्षिति अस्वत्वे लति विनाति अर्थः गच्छति समर्थनं करोति चिनोति लीदात् अपि जुहत् क्रयादिगणे ली क्रयादिगणे दातवः दातुः पवादीनां हस्वः इति सूत्रेण क्षिति हस्तत्वे लति क्षिणाति अर्थः मोचयति अतः अत्र पुवादीनां ह्रस्वः इति सूत्रस्य प्रसक्तिः तस्मिन्नेव विवरणम् आगच्छति पठति वा भगिनि पुवादीनां ह्रस्वीनां ह्रस्वः सूत्रं सप्तमध्याये तृतीयपादे अष्टि अष्टिः सूत्रं पुं लुं धुं ज्या रि लि लि हि तृं कृञ् उरु श्रु ऋ ऋं वृ मृ दृ दृ झु दृं नृ कृ ऋ ृ येषां धातूनाम् अस्वोक्तं भवति क्षितिप्रत्ययपरे हुः आदि आदिः येषां ते प्रवादयः बहुव्रीहिसमासः तेषां प्रवादेन येन विधिदन्तस्य अलौन्तस्य अतश्च इत्येभिः सूत्रैः येषां धातूनाम् अन्तिमस्वरस्य अश्व आदेशो भवति प्रवादिनां प्रत्यन्त्यं ह्रस्वः प्रथमान्तं द्विपदविधं सूत्रं स्युक्लमोच्चमां स्थिति इत्यस्मात् स्थिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रं पवादीनाम् अचः अङ्गस्य अश्वः इति पवादीनां अश्वः इति सूत्रम् अत्र बहूनि धातवः सन्ति क्वी लुञ् त्रुञ् धुञ् जा रि लि लि लि ॠं कृञ् वृ सृ ऋ वृञ् वृ मृ दृ झृ छृ थृन् मृ कृ ऋ गृ येषां धातूनाम् अश्वोक्तं भवति क्षितिप्रत्ययः परिगणितधातूनां ह्रस्वत्वं भवति यदा क्षितिप्रत्यये परे अस्ति चेत् अस्माकं विवक्षा तु धातुत्रयं ह्री ग्ली रि किमर्थम् इत्युक्ते ते एव ईकारान्तदातवः तेषां पुपागमः भवति इति अग्रिमसूत्रं भगिनि अस्ति ह्री व्लि नुयि मायि असहुन्न इत्यनेन पुकागमः भवति आं भगिनि अतः अत्र किम् अस्ति किं भगिनि अत्र किं दत्तमस्ति भगिनि करपत्रे अस्मिन् सूत्रे त्रयः ईकारान्तदातवः सूताः ह्री व्लि रि इति अस्ति ह्री व्लीरि ज्ञूयीष्मयि यातां पुनौ एभ्यः धातुभ्यः पुगागमः भवति निच् प्रत्ययपरे कोऽपि ईकारान्तधातुः अस्ति चेत् यः अस्मिन् सूत्रे न सूचितः तर्हि निच् प्रत्ययपरे तस्य पुगागमः न भवति, यथा नियोगः निच् नाययति न तु नेपयति. सामान्यतया दीर्घ ईकारान्तधातु इति निच् प्रत्ययपरे पुगागमः भवति. अत्र इति सूत्रेण परन्तु अन्य ईकारान्तधातुः अत्र पुगागमः न भवति, केवलं नाययति इति. सत्यं केवलं ये अस्मिन् उल्लेखिताः ईकारान्तदातवः तेषामेव पुग्गागमः भवति, अन्येषां न इत्येव तत्र वदति. अत्र प्रायः अद्य समापयामः. अनन्तरं पुगन्तलघुपदस्य अनेन पी धातोः रूपं कथम् आगच्छति इति प्रायः अग्रिमसप्ताहे पश्यामः. इतोपि अस्ति अस्मिन् करपत्रे ऋकारान्तः ऋकारान्तः उकारान्तः अपि अस्ति किल. आम्, प्रायः अग्रिमसप्ताहे अपि अस्मिन् करपत्रात् एव पठामः. अस्तु, अद्य समापयामः वा? आम् भगिनि, धन्यवादः. धन्यवादः. शुभरक्षा.